अस्माकं चिन्तनवर्गे सर्वेषां स्वागतम्. इदानीम् अस्माकं प्रसङ्गः अस्ति साधारणकारणत्वम् इति. अत्र षट् कारणानि साधारणकारणानि इति वयं दृष्टवन्तः. तत्र आसीत् दिक्कालः, अपि च ईश्वरीयज्ञान इच्छाकृति कृतयः इति. तत् समाप्य इदानीं प्रागभावस्य साधारणकारणत्वम् इत्यस्मिन् प्रसङ्गे स्मः. तत्र प्रथमं वयं किञ्चित् चिन्तनं कृतवन्तः यत् प्रागभावः साधारणकारणं चेत् केन सम्बन्धेन कार्यादिकरणे तिष्ठति इति. तत्र संयोगः, समवायः अथवा तादात्म्यसम्बन्धः इति तैः सम्बन्धैः कार्यादिकरणे स्थातुं न शक्नोति इति वयं दृष्टवन्तः. तर्हि तत्र पूर्वपक्षी आगत्य उक्तवान् तत्र कारणतायाः सम्बन्धः, कारणं केन सम्बन्धेन कार्यादिकरणे अस्ति इति चिन्तनस्य प्राक् तत् कारणं भवेत् वा न वा इति किञ्चित् निर्णयं कुर्मः, नो चेत् सम्बन्धस्य किमर्थं तत्र चिन्तनम् इति कृत्वा सः उक्तवान् यत् यत् यस्य आधानं भवति, क्षम्यताम्, उपादानं भवति तदेव कारणानि, येषाम् उपादानं भवति ते एव तानि एव कारणानि इति उक्तवान्. इत्युक्ते यदा कुलालः घटं निर्मातुम् इच्छति तर्हि सः तत्र घटकारणानि इति दण्डः, चक्रं, कपालः, जलं, रज्जुः इति तत्सर्वं स्वीकरोति. तथा प्रागभावस्य स्वीकरणं तु अस्माभिः न दृष्टम् इति कृत्वा तथा तस्य, इत्युक्ते उपादानं नास्ति चेत् आकाशः अपि तत्र कार्यादिकरणे अस्ति, तथा दण्डरूपम् अपि अस्ति, तत्सर्वमपि कारणम् इति वक्तुं शक्नुमः. तर्हि उपादानम् आवश्यकम् इति सः वदति. अपि च तत्र केवलं कार्यादिकरणे विद्यमानत्वम्, इत्युक्ते कस्यापि इष्टम् अस्ति चेत् तत् कारणं भवतु इति, तेन कारणं न भवति. कस्यचित् तत्र कार्यादिकरणे विद्यमानत्वं तत्र उपादानेन भवति चेत् तदा एव तत्र तादृशं यत् भवति तदेव कारणम् इति वदति. तर्हि तादृश आदानं प्रागभावस्य नास्ति इति कृत्वा तस्य उपादान, क्षम्यतां, तस्य कारणता अपि नास्ति इति प्रतिपक्षी वदति. तदा इदानीं सिद्धान्ती तस्य उत्तरत्वेन उक्तवान् यत् मूर्तानामेव तादृशम् उपादानं सम्भवति इति. तर्हि सः भागः पुनः एकवारं पठित्वा वयम् अग्रे सरेम. तस्मात् पूर्वम् अन्य कोऽपि आगतवान् वा मध्ये? ध्वनिः आगता मध्ये? वर्धनी अस्मि. नमस्ते. तर्हि लक्ष्मी भगिनी भवती एव आरम्भं करोति वा? तत्र सत्यम् इति अस्मात् सत्यं न सम्भवति अस्तु भगिनि. सत्यं न सम्भवति प्रागभावस्य आदानं मूर्तानां हि एतदावश्यकं यत् जनकत्वनिर्वाहाय आनीयन्ते. तावता आनयन अयोग्याना कारणता न व्याहन्यते. दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विभुत्वमपि सिद्धमेव. न हि तयोः क्रिया सम्भवति. ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् प्रियोत्पादसम्भवः स्फुट एव गुरुत्वादिगुणानां पतनादिकारणता निरुक्तितैव क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता न हि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति अतः मूर्तानामेव कार्याधिकरणे आदानं कारणतां ग्राह्येत् अनादानं वा प्रतिषिध्येत् न च प्रकृतः प्राग्भावः मूर्तरूपः इति तत्कारणत्वनिरूपणाय आदानयोः चिन्ता निष्फला एव. तत्र किञ्चित् मुद्रणदोषमस्ति भगिनि. आदान अनादानयोः इति अत्र ओ अस्तु संशयम् आदान अनादानयोः अस्तु ओ तत्र मुद्रणदोषमस्ति. आमाम् अस्तु अस्तु अस्तु भगिनि अस्तु अस्तु न सम्भवति प्रागभवस्य आधानम् अस्तु. प्रागभावः इति पदार्थः यत् अस्ति तस्य आदानम् आनयनं न भवितुमर्हति. यतोहि केवलं मूर्तद्रव्याणामेव तत्र कार्याधिकरणे आनेतुं शक्यन्ते. किमर्थम् इत्युक्ते जनकत्वं निर्वाहाय कार्याधिकरणे ये मूर्तद्रव्याणि सन्ति ते कार्यस्य जन्यं प्रति कारणानि भवन्ति. तावता आनयन अयोग्यानां कारणता न व्याहन्यते. अतः यानि द्रव्याणि न तत्र आनेतुं शक्यन्ते ये अयोग्याः सन्ति इत्युक्ते अमूर्तद्रव्याः ये ते तेषां कारणता न सम्भवति वा तेषां कारणता न स्वीक्रियते. क्षम्यतां भगिनि, अत्र प्रथमम् अस्ति केवलं द्रव्यम् इति न अमूर्तपदार्थाः इति वक्तव्यं वस्तुतः वक्तव्याः. यतोहि तत्र आनयन अयोग्यम् इति केवलम् इत्युक्ते दण्डरूपम् इति द्रव्यं नास्ति, परन्तु तदपि आनयन अयोग्यम् अस्ति खलु. इति कृत्वा तत्र यत्किमपि भवतु, गुणः वा क्रिया वा यत्किमपि भवतु, यस्य आनयन अयोग्यता यस्मिन् अस्ति, इत्युक्ते यत् तादृशं केवलं मूर्तद्रव्यस्य एव तादृश सामर्थ्यमस्ति, अन्यपदार्थेषु तथा नास्ति इति कृत्वा तत्सर्वम् आनयन अयोग्याः इति. तर्हि तेषाम् आनयन अयोग्यानां कारणता न व्यवहन्ते इत्युक्ते न अपगच्छति इति. इत्युक्ते यद्यपि तेषाम् आनयनं न सम्भवति, यतोहि तेषां तस्मिन् आनयन अयोग्यता नास्ति, तथापि आनयन योग्यता नास्ति इत्युक्ते आनयन अयोग्याः सन्ति, तथापि तेषां कारणता न गच्छति इति. इत्युक्ते तथापि तेषां कारणता तिष्ठति एव, केवलं द्रव्याणाम् एव आनयनम् अनानयनम् इत्यनेन कारणता अस्ति वा नास्ति वा इति वक्तुं शक्नुमः, अन्यत्र तु तथा नास्ति. अस्तु भगिनि, व्याहन्यते इत्युक्ते अपगच्छति, कारणता न अपगच्छति. अस्तु भगिनि, तत्र गुणः अमूर्तपदार्थम् इति वा? हा, यस्मिन् तु क्रिया नास्ति तत्सर्वम् अमूर्तम् एव खलु. किन्तु यदा वयं द्रव्यस्य आनयनं कुर्मः तत्र मूर्त तत्र रूपमपि आगच्छति किल तेन सह. सत्यं, परन्तु रूपमिति पृथक्तया आनेतुं न शक्नुमः खलु. द्रव्यस्य स्वतन्त्रतया न आनेतुं शक्यते. सत्यम्. अतः अमूर्तम् इति वा? अमूर्तम् इति वदामश्चेत् तत्र वक्तुं शक्नुमः वा इति स्फुटतया न जानामि. केवलं क्रिया एव अस्ति, यतोहि तस्मिन् क्रिया नास्ति इति कृत्वा. परन्तु अत्र आनयन अयोग्यः इत्युक्ते ये मूर्तद्रव्याणि न सन्ति इति, इत्युक्ते तस्मिन् अन्य सर्वे पदार्थाः अन्तर्भूताः, इत्युक्ते गुणः क्रिया, इत्युक्ते केवलम् अमूर्तद्रव्यमिति न, परन्तु गुणः क्रिया अपि तत्र आनयन अयोग्य अयोग्यः इति गुच्छे अस्ति इति एव कथनस्य आशा अस्ति. अस्तु अस्तु. अनन्तरम् अनन्तरं पूर्वं नियमेन वयं दृष्टवन्तः ये कथं दिक् कालः विभुत्वम् अपि सिद्धकारणः भवन्ति इति, तेषां दिक्कालविभुत्वानां क्रिया न भवन्ति तदा, तथापि वयं नियमेन ते कथं वा कारणं भवन्ति इति स्थापितवन्तः. इदानीं ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रियोत्पादसम्भवः स्फुट एव. आत्मनः ज्ञानम् आत्मनि समवायिकारणे समवायसम्बन्धेन सन्ति, तस्य आत्मनः आत्मनि विभुत्वमस्ति. क्रिया उत्पादं भगिनि क्षम्यतां, तत्र ज्ञानसमवायिकारणस्य इत्युक्ते किम् उक्तवती, पुनः एकवारं वदतु तत्. आत्मनि ज्ञानं समवायसम्बन्धेन अस्ति. अस्तु, समवायिकारणम् इत्युक्ते यः समवायेन तादात्म्येन स्थित्वा समवायेन कार्यं जनयति, तत् समवायिकारणः भवति. आत्मनः ज्ञानस्य समवायिकारणं भवति इत्युक्ते इति, आत्मा ज्ञानस्य समवायिकारणम्. आम्, आत्मा ज्ञानस्य समवायिकारणं. पूर्वम् आत्मनः अपि च आत्मनः आत्मा विभुपदार्थं विभुद्रव्यम् अस्ति, अत्र तस्मिन् क्रिया उत्पादनम् असम्भवः इति वयं स्पष्टतया जानीमः. गुरुत्वादिगुणानां पतनादिकारणता निरूपिता एव. पूर्वं एकक्षणं भगिनि, तत्र ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रिया उत्पादसम्भवः स्फुट एव इति अस्ति खलु, तत्र किमर्थं तद् उदाहरणम् अत्र दत्तवन्तः? अस्तु, पूर्वम् अत्र पूर्वं वयं दृष्टवन्तः पूर्वस्मिन् पृष्ठे शक्तिकारणानि साधारणकारणानि दिक्काल ज्ञान इच्छा कृति इति. तत्र ज्ञानम् आत्मनि आत्मनि अस्ति, किन्तु ज्ञानम् इति तत्र कार्यादिकरणे न आनेतुं शक्यन्ते, इत्युक्ते यदा मूर्तद्रव्यं तत्र आनेतुं शक्यते तादृशरीत्या ज्ञानं तत्र कार्यादिकरणे न आगच्छति, किन्तु ज्ञानम् इति विषयतासम्बन्धेन कार्यादिकरणे अस्ति एव यद्यपि ज्ञानस्य अधिकरणम् आत्मा विभुपदार्थः विभुद्रव्यः विभुद्रव्यः इति कृत्वा तस्मिन् क्रिया उत्पादनं न सम्भवति. इत्युक्ते भवती यदुक्तवती तत्सर्वं सत्यमेव, परन्तु अत्र तत्सर्वम् इत्युक्ते विषयतासम्बन्धः यत् पूर्वम् उक्तवन्तः तत्सर्वम् अत्र वस्तुतः नास्ति, यतोहि तत्र ईश्वरीयज्ञानम् इति साधारणकारणम् इति वयम् उक्तवन्तः, परन्तु अत्र अस्माकं अवधानं कुत्र भवितव्यम् इत्युक्ते आत्मा इति विभुद्रव्यं तस्मिन् क्रिया उत्पादनं न भवति. यद्यपि आत्मा इति विभुद्रव्यं तस्मिन् क्रिया उत्पादनं न भवति, तथापि आत्मा इति ज्ञानस्य समवायिकारणम् इत्युक्ते तत्र समवायिकारणस्य उदाहरणं, तत्र दिक्काल इति पूर्वं यदा आसीत् तत् साधारणकारणत्वं तस्य निरूपितम् इति, यद्यपि तद्विभुत्वं तत्र साधारणकारणत्वं निरूपितं, इदानीम् आत्मा इति विभुद्रव्यं तस्मिन्नपि क्रिया नास्ति, तदपि ज्ञानस्य समवायीकारणम् इति द्वितीय उदाहरणम्। इत्युक्ते यत्र यत्र आत्मा इति विभुद्रव्यं क्रिया उत्पादनं न भवति इति कृत्वा तस्यापि आनयनं न भवति, न शक्यते आत्मा इति तस्य आनयनं न शक्यते कर्तुं, तथापि तद् ज्ञानस्य समवायीकारणम् इति इति तु ज्ञातमेव इति द्वितीय उदाहरणम्। इदानीं अग्रे वदतु भगिनि, इत्युक्ते तत्र किमर्थं तदस्ति इति तत्र स्पष्टता। आमामाम्, उदाहरणत्वेन अस्ति इत्युक्ते तद् दिक्कालः अपि दिक्कालयोः अपि विभुत्वं न विभुत्वम् अस्ति, अतः क्रिया न क्रिया न उत्पद्यते। आत्मना आत्मा अपि विभूद्रव्यं, तथैव आत्मा अपि विभूद्रव्यं, तस्मिन् क्रिया न उत्पद्यते, किन्तु आत्मा ज्ञानस्य समवायकारणं कारणम् इति कृत्वा ज्ञानं कार्याधिकरणे विशेषसम्मतेन अस्ति। तादृशरीत्या ज्ञानं कार्यसम्बन्धः इति तत्सर्वं विषयान्तरम् अस्ति इदानीम्। अत्र केवलम् आत्मा ज्ञानस्य समवायीकारणम्, आत्मनि क्रिया न भवति, तथापि यद्यपि तस्मिन् क्रिया नास्ति, तस्य आनयनम् इति सर्वं न भवति, तथापि तत् समवायिकारणं ज्ञानमिति कार्यं प्रति। ओ अस्तु अस्तु अस्तु भगिनि। इत्युक्ते अत्र तु कार्याधिकरणम् आत्मा एव खलु, आत्मनि ज्ञानं उत्पादनं भवति, तर्हि तत्र कार्याधिकरणम् इति आत्मा एव, तस्मिन् ज्ञानं तु समवायसम्बन्धेन एव तिष्ठति। आमाम्, ओ अस्तु अस्तु अस्तु अस्तु। अत्र ओ अत्र ज्ञानम् इति अन्यकार्यादिकरणे यत् यत्र ज्ञानं विशेषसम्बन्धेन अस्ति, तत् न उक्तं, केवलम् आत्मा इति यत् विभूद्रव्यम् अस्ति तत्र आत्मा ज्ञानस्य समवायिकारणं भवति, यद्यपि तत् विभूद्रव्यं क्रिया उत्पादनं तस्य न क्रिया उत्पादनं न भवति, ज्ञानस्य समवायिकारणं भवति इति। किन्तु भगिनी, तत्र अस्मिन् वाक्ये ज्ञानसमवायीकारणस्य आत्मनः विभुत्वात् क्रियोत्पाद असम्भवः स्फुट एव, अत्र विवक्ष आत्मनि क्रिया न भवति। सत्यं, परन्तु ज्ञानसमवायिकारणम् इति किमर्थम् अस्ति चेत् ज्ञानस्य समवायिकारणमस्ति आत्मा। यदा वयं ज्ञानस्य समवायिकारणम् आत्मा इति स्वीकृतवन्तः, परन्तु आत्मनि क्रिया नास्ति, इत्युक्ते आत्मा इति मूर्तद्रव्यं नास्ति इति तत्र सर्वम् अन्तर्भूतम्। अस्मिन् परिच्छेदे क्रियाविषये एव विवक्षा अस्ति इति अहं चिन्तयामि। न, सत्यं, तदेव, तदर्थमेव तत्र मूर्तानां तत्र प्रसङ्गः तु केवलं मूर्तद्रव्यस्य एव आनयनम् इति आवश्यकता अस्ति, आनयनेन कारणता अन्यत्र अन्यत्र तु तथा नास्ति, तादृशनियमः नास्ति इति एव अस्मिन् परिच्छेदस्य सारांशः। अस्तु, गुरुत्वादिगुणानां पतनादिकारणता निरूपितैव पूर्वं दृष्टवन्तः, गुरुत्वे पतनक्रियायाः कारणता भवति इति पूर्वं निरूपितमेव। क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता, इत्युक्ते क्रिया पतनादिक्रियायाः विभागं प्रति कारणता, अपि च उत्तरदेशसंयोगं प्रति कारणता अपि पूर्वं निरूपितवन्तः। पतनादिक्रिया इति नास्ति भगिनि, केवलं क्रिया इति एव, पतनक्रियायाः तथा भवति, परन्तु तत्र गुणं गुरुत्वम् इत्यनेन गुणस्य उल्लेखः, क्रिया इत्यनेन क्रिया इत्यस्य उल्लेखः, इत्युक्ते तत्र पतनादि इति अस्ति कृत्वा तत्र द्वितीयवाक्ये यः क्रिया अस्ति तदपि पतनादिक्रिया इति नास्ति इत्युक्ते। अस्तु अस्तु, अहम् अन्वयं कृतवती, किन्तु प्रायः इत्युक्ते भवती उक्तवती तत् असमीचीनम् इति नास्ति, इत्युक्ते क्रिया इत्यस्मिन् पतनमपि अन्तर्भूतः अन्तर्भूतम् इति कृत्वा तथापि वक्तुं शक्नुमः, परन्तु अत्र तु द्वयोः वाक्योः तादृश अन्वयः नास्ति इत्येव मम अवगमनम्. आं सत्यं भगिनि, सर्वदा विभवं प्रति पतनादिक्रिया इति सर्वदा न भवति, अन्यक्रियया अपि विभागस्य जननं भवति इति सत्यमेव. अस्तु, नहि गुणक्रिययोः अमूर्तयोः आधानं सम्भवति. अस्तु, इदानीमेव स्पष्टतया दृष्टवन्तः, गुणः इति पदार्थस्य, क्रिया इति पदार्थस्य द्वयोपि अमूर्तपदार्थः, तयोः आनयनं न सम्भवति. स्वातन्त्ररूपेण तयोः आनयनं न सम्भवति एव. अतः मूर्तानामेव कार्याधिकरणे आदानं कारणतां ग्राह्येत्, अनादानं वा प्रतिषिध्येत्. अतः मूर्तानामेव, अत्र मूर्तानाम् इत्युक्ते केवलं मूर्तद्रव्यः न, मूर्तपदार्थः इत्युक्ते किं भवति, द्रव्यमेव किल मूर्तानाम् इत्युक्ते सर्वदा मूर्तानां द्रव्याणामेव भगिनी, यतोहि द्रव्ये एव क्रिया भवति खलु, भवति. परन्तु अमूर्तः इत्युक्ते तत्र सर्वे पदार्थाः यस्मिन् क्रिया नास्ति तत्सर्वम् अन्तर्भूतम् इति भाति अत्र. सत्यम्, अमूर्तानां कृते सत्यं, मूर्तानां कृते केवलं मूर्तद्रव्यम् एव. अस्तु, केवलं मूर्तद्रव्याणि एव कार्याधिकरणे आनेतुं शक्यन्ते, तेषामेव कारणतः ग्रहीतुं शक्यन्ते. ये न स्पष्टतया तत्र कार्याधिकरणे न येषाम् अनादानं भवति, तेषां कारणतः प्रतिषिध्येत्, प्रतिषिध्येत् इत्युक्ते निषेधः, तेषां कारणतः निषेधः निषिध्यते. वस्तुतः तथा नास्ति खलु, तत्र मूर्तानामेव तत्र आदानं कारणतां ग्राह्येत् इत्युक्ते तत्र मूर्तानां द्रव्याणाम् एव यदा वयं तादृश आदानमस्ति इत्युक्ते कुलालः स्वीकृत्य आनयति, तेन तस्य कारणता भवति. परन्तु अपि च अनादानेन इत्युक्ते केवलं मूर्तद्रव्य इत्येव प्रायः भवती उक्तवती, मम अवगमने दोषः इति चिन्तयामि, क्षम्यताम्. इत्युक्ते मूर्तद्रव्याणाम् एव आदानम् अनादानम् इत्यनेन कारणता भवति अथवा न भवति, परन्तु अमूर्तप्रसङ्गे तथा नास्ति इति एव. तदेव उक्तवती खलु, क्षम्यतां भगिनि, मम दोषः. आमां, ये मूर्तद्रव्या मूर्तद्रव्याः न तत्र कार्याधिकरणे न आनीयन्ते, तेषां कारणता न भवन्ति, तेषां कारणता निषिध्यते. अस्तु, न च प्रकृतः प्रागभावः मूर्तरूपः इति तत् कारणत्वनिरूपणाय आदान अनादानयोः चिन्ता निष्फला एव. अस्तु, अत्र प्रकृतः प्रागभावः, प्रकृतः इति पूर्वं भवती उक्तवती इति मन्ये, किन्तु अहम् इदानीं सम्यक् न मम मनसि नास्ति, प्रकृतः प्रागभावः मूर्तरूपः इति. न च प्रकृतः प्रागभावः मूर्तरूपः इति तत् कारणत्वनिरूपणाय आदान अनादानयोः चिन्ता निष्फला एव. अतः प्रागभावः कारणता प्रागभावस्य कारणता निरूपणार्थम् आदान अनादान इति तादृशदृष्ट्या यदि वदामः चेत् चिन्तयामः चेत् तस्य निष्फला भवति एव. प्रागभावः प्रकृतया अमूर्तद्रव्यः, प्रागभावः प्रकृतया अमूर्तद्रव्यः, अतः अमूर्तपदार्थः, अतः तस्य कारणत्वं निरूपणाय आधानम् अनाधानम् इति दृष्ट्या चिन्तयामः चेत् तस्य निष्फला भवति एव. अतः अन्यत् रीत्या तस्य अन्यरीत्या तस्य प्रागभावस्य चिन्तनं करणीयम्. प्रकृत इत्युक्ते मूलविषयः इति एव, इत्युक्ते अस्माकं यः मूलविषयः अस्ति इदानीं प्रागभावः इति, तत्तु मूर्तरूपः नास्ति इति कृत्वा अन्यत् सर्वं न भवति. धन्यवादः भगिनि. धन्यवादः. सरला भगिनी भवती पठति वा? नमस्ते भगिनि, सन्ध्या अस्मि, क्षम्यतां विलम्बः. दृष्टं भगिनि मया, धन्यवादः. आं भगिनि, भवतु अनादानेपि केषाञ्चित् कारणता प्राग्भावस्य परं कथं सा वेदितव्या इति चेत् उच्यते. भवतु तया आनीतानि चेतनेन कुलालेन घटकारणानि मृदि जलसंयमनेन पिण्डं निर्माय दण्डेन चक्रं भ्रमयित्वा कपालनिर्माणम् अपि कृतं. तादृशी द्वौ कपालौ ज्येष्ठक्षणे सिद्धौ, तौ च घटं समवायिकार. हरि ओं भगिनी, अस्ति वा? अहं उक्तवती किन्तु म्यूट् मास्तु, पुनः वदामि. श्रूयते इदानीं? हा, श्रूयते भगिनि. तौ च घटसमवायिकारणे तावत्पर्यन्तं श्रुतम्. न च तावता घटोऽपि उत्पत्तिः असमवायिकारणं कपालद्वसंयोगः आवश्यकः. सच्च आषाढशनि कुलालेन उत्पादितः, ततः किं श्रावणशनि घटोत्पत्ति. इदानीं प्राग्भावस्य साधारणकारणत्वं कथं साधयामः तस्य विवरणमस्ति. भवतु अनादाने अपि केषाञ्चित् कारणता, यथा वयं पूर्वम् इदानीं दृष्टवन्तः, ये कारणमूर्तद्रव्य प्रति अयोग्य अस्ति, अनायनं न कर्तुं शक्नुमः, तेषामपि कुत्रचित् कारणता अस्ति, यथा गुरुत्वं गुण गुरुत्वं गुण अस्ति, तस्मिन् कारणता अस्ति आदिपतनक्रियाया प्रति, क्रियायाः कारणम् अस्ति विभागसंयोग इति प्रति दिक्कालयो साधारणकारणता वयं प्रथम पूर्वं दृष्टवन्तः. अपि आत्मा विभूद्रवात् द्रव्यात् विभूद्रव्यात् क्रिया नास्ति, तदपि ज्ञानसमवायिकारणम् अस्ति. तु इदानीं किन्तु प्राग्भावे तस्मिन् तेषु न आगत्. प्राग्भावस्य परं कथं सा वेदितव्या इति चेत् उच्यते. इदानीं प्राग्भावस्य परम् इति चुक्ते, किन्तु कारणता कथं ज्ञातव्यम् इति वयं वयं पश्यामः. भवतया आनीतानि चेतनेन कुलालेन घट कारणतानि, भवत् उक्तया भवत् मीन्स् प्रतिपक्षी यदा उक्तवन्तः कुलालस्य चेतनं कुलालस्य मनसि यः कारणानि घटं निर्माणं प्रति ये कारणानि सन्ति, सामग्री यदि यः सः आनयति तदनन्तरं घटं निर्माणं भवति. मृद् जलसंयोगे संयन्नेन पिण्डनिर्माणं दण्डेन चक्रेण चक्रं भ्रमयित्वा कपालनिर्माणम् अपि कृतम्। एतत् सर्वे घटनिर्माणं प्रति सामग्री अस्ति मृदि मृति अस्ति मृतं जल संयन्येन जल मृत्युतस्य मिश्रणेन पिण्डं पिण्डं निर्माणं भवति, दण्डेन सह संयोगः भवति, चक्रं भ्रमण व्यापारं भवति, कपालनिर्माणमपि कृतं। सो कुलाल मृदुजलदण्डचक्र इति सर्वे सामग्री सामग्री प्रयोगं कृत्वा कपालस्य निर्माणं करोति। तादृशी द्वौ कपालो ज्येष्ठक्षणे सिद्धौ। ज्येष्ठक्षणे एक यथा द्वभागे चित्रम् अस्ति, ज्येष्ठक्षणे कपाल उत्पत्ति भवति। तौ च घटसमवायिकारणे घटस्य समवायिकारणं वयं जानीमः। कपाल तादात्म्येन सम्बन्धेन स्थित्वा समवायेन घटनिर्माणं करोति। न च तावत् अपि घटोत्पत्ति ज्येष्ठक्षणं क्षणं पर्यन्तं घटस्य उत्पत्तिः न भवति, केवलं कपाल उत्पत्ति भवति। असमवायिकारणकपालद्वयसंयोगः आवश्यकः। घटं निर्माणं पूर्वं कपालद्वयसंयोगसमवायेन स्थित्वा घटसमवायेन निर्माति। सो घटकपालद्वयसंयोगः प्रथमं आवश्यकम् अस्ति। स च आषाढक्षणे कुलालेन उत्पाद्यते। आषाढक्षणे कपालद्वयसंयोगः भवति। पूर्वं सर्वे सामग्री आनीतं, ज्येष्ठक्षणे कपाल उत्पत्ति, आषाढक्षणे कपालद्वयसंयोगः उत्पत्ति। श्रावणक्षणे तत् किं श्रावणक्षणे घटोत्पत्ति? इदानीं प्रश्न उदेति, श्रावणक्षणे घटोत्पत्ति कथं भवति, तस्य कारणं किम् अस्ति? इत्युक्ते तत्र आषाढक्षणे कुलालेन तत्र संयोग उत्पत्तिः कृतम् इति, संयोग उत्पत्तिः कृतः इति कृत्वा तत् अग्रिमक्षणे उत्पत्तिः भवति इति, इत्युक्ते प्रथमं ज्येष्ठक्षणे कलपाल उत्पत्तिः अस्ति, तौ च घटसमवायिकारणे इति, घटसमवायिकारणे इति कीदृशं पदम्? घटसमवायिकारणे इति तौ भवति द्वौ कपालौ, तस्य विशेषणम् अस्ति घटसमवायिकारणे इति कृत्वा तत्र कपालद्वयमपि अत्र अस्ति ज्येष्ठक्षणे, परन्तु आषाढक्षणे घटोत्पत्तिः न भवति, कपालद्वयसंयोगः न अभवत् एतावत्पर्यन्तम्। आषाढक्षणे यथा कपालद्वयसंयोगः भवति, तदनन्तरक्षणे एव घटोत्पत्तिः भवति इति। अपि च अत्र संयमनेन इति अस्ति खलु, तत्र भवती तत्र महोदय उक्तवान् जल सम् अस्ति उपसर्ग, यम् अस्ति यु धातु अस्ति द्वितीयगणे अस्ति धातुगणे, योति युतः युवतः भवति, तस्य ल्युट् प्रत्यय योजनेन यवनं भवति, जलस्य यवनेन इति भवति। अस्तु, तर्हि अग्रे हरिम वर्धिनी भगिनी भवती पठति वा? इतः अवधानेन चिन्तयामः. वर्धिनी भगिनी अस्ति वा? अस्मि महोदय. इतः अवधानेन चिन्तयामः. उत्पन्नः श्रावणक्षणे घटः, तत्पूर्वक्षणे आषाढे दण्डचक्रकपाल कपालसंयोगादि सर्वकारणानि, स्वस्य यः योग्यः सम्बन्धः तेन सम्बन्धेन कपाले आसन्, तदग्रिमक्षणे श्रावणक्षणे घटः उत्पन्नः. किं तस्मिन् श्रावणक्षणे कपाले दण्डादयः न सन्ति? सन्ति एव. श्रावणक्षणे अपि हि कपालः स्वस्मिन् तादात्म्येन अस्ति, संयोगेन चक्रं कपाले अस्ति. स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डोऽपि अस्ति कुलालः संयोगेन. कपालद्वयसंयोग अपि हि तस्मिन् श्रावणक्षणे वर्तते. तत्र घटः कथम् उत्पन्नः इति वर्णनं कृतं. पूर्वक्षणे आषाढे पूर्वक्षणे आषाढे दण्डचक्रकपालसंयोगादि सर्वकारणानि, स्वस्य यः योग्यः सम्बन्धः तेन सम्बन्धेन कपाले आसन्, पूर्वक्षणे इत्युक्ते आषाढक्षणे कपालद्वयसंयोगपूर्वक्षणे इत्युक्ते कस्य पूर्वक्षणे? श्रावणक्षणस्य पूर्वक्षणे. श्रावणक्षणे घटोत्पत्तिः भवति खलु, तर्हि घटोत्पत्तिः अस्मिन् क्षणे, तस्य पूर्वक्षणे. तत्पूर्वक्षणे आषाढक्षणे दण्डचक्रकपालकपालसंयोगादि सर्वकारणानि, कुलालः चक्रं दण्डः प्रागभावः अभावः. इदानीं प्रागभावः इति मास्तु, परन्तु इत्युक्ते घटस्य यानि यानि कारणानि सन्ति, इत्युक्ते दण्डः, कपालः, कपालसंयोगः, तत्सर्वम् इदानीं चक्रं सर्वम् आषाढक्षणे अस्ति. इत्युक्ते इदानीं कुत्र अस्ति तत्सर्वम्? आषाढक्षणे. हा, परन्तु कुत्र अस्ति? कुत्र सन्ति सर्वाणि कारणानि? कपालद्वयसंयोगोत्पत्ति न तत्र कपालद्वयसंयोगः इति अपि कारणं खलु, घटं प्रति असमवायिकारणम् इति वयं पूर्वं दृष्टवन्तः. परन्तु तानि सर्वाणि कारणानि कुत्र सन्ति इत्युक्ते, कारणं वयं पूर्वं दृष्टवन्तः खलु, कारणं कार्याधिकरणे भवेत् इति कृत्वा, तत्र इदानीम् अत्र घटस्य कार्याधिकरणं किम्? कपाले कपाले सन्ति, तत्र स्वस्य यः योग्यः सम्बन्धः इत्युक्ते किम्? स्वस्य यः योग्यः सम्बन्धः इत्युक्ते कारणं कार्याधिकरणे भवेत्, यदा कारणं कार्यादिकरणे अस्ति केनचित् सम्बन्धेन अस्ति खलु कारणं कार्यादिकरणे, परन्तु भिन्न भिन्नभिन्नकारणं भिन्नभिन्नसम्बन्धेन तिष्ठति कार्याधिकरणे. इत्युक्ते कपालः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, कपालसंयोगः समवायसम्बन्धेन इति भिन्नभिन्नसम्बन्धं वयं दृष्टवन्तः. तर्हि प्रत्येकं कारणं येन सम्बन्धेन यः योग्यः सम्बन्धः अस्ति तस्य कृते कपालादि क्षम्यतां कार्यादिकरणे कपाले, तेन सम्बन्धेन कपाले तिष्ठति इति. योग्यः सम्बन्धः तादात्म्यसम्बन्धः अस्ति, कपालस्य तादात्म्यसम्बन्धः अस्ति, परन्तु कपालसंयोगः इति स्वीकुर्मः चेत् तत्र समवायसम्बन्धः. तर्हि तत्र अग्रिमक्षणे अग्रिमक्षणे श्रावणक्षणे घटः उत्पन्नः, घटोत्पत्तिः अस्ति. किं तस्मिन् श्रावणक्षणे कपाले दण्डादयः न सन्ति? श्रावणक्षणे कपाले दण्डादयः न सन्ति इति पृच्छति खलु. इत्युक्ते इदानीं यत् उक्तवन्तः इत्युक्ते आषाढक्षणे कारणानि सर्वाणि सन्ति इति कृत्वा श्रावणक्षणे घटोत्पत्तिः अभवत् इति वयम् उक्तवन्तः. परन्तु इदानीं पृच्छति यदा श्रावणक्षणे घटोत्पत्तिः अभवत् तदा कपाले दण्डादेः न सन्ति वा, इत्युक्ते कपाले कार्याधिकरणे कारणानि सर्वाणि न सन्ति वा इति. सन्ति एव खलु, इदानीमपि कुलालः अस्ति, चक्रं दण्डः अस्ति, चक्रमस्ति दण्डः अस्ति कुलालः अस्ति, सत्यं सर्वं तु संयोगेन चक्रः कपाले अस्ति. संयोगसम्बन्धेन चक्रः चक्रं कपाले अस्ति. स्वजन्यभ्रमिजन्य भ्रमिमत्तासम्बन्धेन दण्डः अपि अस्ति श्रावणक्षणे. कुलालः संयोगसम्बन्धेन, कपालद्वयसंयोगः अपि हि तस्मिन् श्रावणक्षणे वर्तते, कपालद्वयसंयोगः अपि इति कृते तत्सर्वम् इदानीं श्रावणक्षणे आषाढक्षणे भिन्नभिन्नसम्बन्धे पदार्थाः वर्तन्ते. सत्यम्, इत्युक्ते इदानीं यत्किमपि आषाढक्षणे आसन् कारणानि तानि सर्वाणि कारणानि इदानीं श्रावणक्षणे अपि सन्ति एव इति कृत्वा इदानीं प्रश्नः किम् इति अग्रे आगच्छति. तर्हि सन्ध्या भगिनी अग्रे पठति वा. आं भगिनि, एतद्वा इतः अवधानेन चिन्तयामः न एवं च यानि यानि का एवं च यानि यानि कारणानि घटोत्पत्तिप्राक्षणे आषाढक्षणे आसन् घटं च श्रावणक्षणे उत्पादितवन्ति तानि सर्वाणि अपि घटोत्पत्तिक्षणे श्रावणक्षणेपि तथैव कपाले सन्ति. एवं सति अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादः कुतो न भवति. सार्वजनीनम् एतद् यद् भाद्रपदे क्षणे चक्रादिसत्त्वेपि न पुनः घटोत्पादः. अयं च भाद्रपदक्षणे घटस्य अनुत्पादः तस्मात् तत्पूर्वस्मिन् क्षणे उत्पादः प्रागभावस्य घटकारणतायां सुष्ठु निर्वहति. तर्हि यथा इदानीमेव दृष्टं यानि सर्वाणि तत्र कारणानि पूर्वं घटोत्पत्तेः पूर्वमपि आसन् तानि इदानीं घटोत्पत्ति अनन्तरं घटः अपि अस्ति एतानि सर्वाणि अपि कारणानि सन्ति. तर्हि पुनः किमर्थं श्रावणक्षणे घटे घटस्य उत्पादनम् अभवत्, तानि सर्वाणि इदानीमपि सन्ति भाद्रपदक्षणे, तर्हि किमर्थं भाद्रपदक्षणे घटोत्पत्तिः न भवति इति प्रश्नः. तत्र सार्वजनीनम् इत्युक्ते तत्र सर्वैः ज्ञातम् एव अस्ति यद् भाद्रपदक्षणे एतत् सर्वं सामग्री अस्ति चेदपि घटोत्पादः न भवति. किमर्थम् इत्युक्ते इदानीं भाद्रपदक्षणे यत् पूर्वं घटस्य प्रागभावः आसीत् आषाढक्षणपर्यन्तं यद् श्रावणक्षणे नष्ट अस्ति घटः अस्ति इति कारणेन भाद्रपदक्षणे अपि प्रागभावः नास्ति, अतः इदानीं घटस्य उत्पादनं न भवति इति कृत्वा पूर्वं प्रागभावः आसीत् इदानीं नास्ति इति दृष्ट्वा तत्र प्रागभावः अपि कारणत्वेन तिष्ठति घटस्य इति वदन्ति. इदानीं नास्ति प्रागभावः इत्युक्तवती खलु, तत्र कस्मिन् क्षणे नास्ति प्रागभावः इति किञ्चित् स्पष्टतया वक्तुं शक्नोति वा? श्रावणक्षणे अपि भाद्रपदक्षणे तु निश्चयेन नास्ति, घटोत्पत्तिः श्रावणक्षणे अस्ति, कुलालः तत्र घटोत्पत्तिः अस्ति, कुलालः चक्रं दण्डः. तर्हि घटोत्पत्तिः श्रावणक्षणे अस्ति इति कृत्वा श्रावणक्षणे अपि प्रागभावः नास्ति इति वक्तव्यं किल? सत्यम्. एतत् श्रावणक्षणे प्रागभावः नास्ति इति कृत्वा एव भाद्रपदक्षणे पुनः घटोत्पत्तिः न भवति वस्तुतः, इत्युक्ते पूर्वक्षणे प्रागभावः नास्ति इति कृत्वा. यदा यथा आषाढक्षणे प्रागभावः आसीत् इति कृत्वा श्रावणक्षणे घटोत्पत्तिः जाता, परन्तु श्रावणक्षणे प्रागभावः नास्ति तर्हि भाद्रपदक्षणे घटोत्पत्तिः पुनः न भवति. नास्ति सत्यं, कारणत्वेन श्रावणक्षणे एव प्रागभावस्य वर्तमानत्वं नास्ति इति कृत्वा. सत्यम्. अपि च तत्र उत्पादितवन्ती इति अस्ति खलु, तस्य पदस्य विषये किञ्चित् अस्ति वा? कीदृशं पदं घट उत्पत्तिप्राक्षणे आषाढक्षणे आसन् घटं च श्रावणक्षणे उत्पादितवन्ती, तत्र तवदन्तपदम् अनन्तरं कारणम् इति तत्र नपुंसकलिङ्गपदं, तर्हि तस्य विशेषणं तव तु प्रत्ययान्तपदं नपुंसके बहुवचनं प्रथमाविभक्तिः. तत्र भगिनि सार्वजनीनम् इत्यस्य विषये वदति वा, पदस्य विषये? सार्वजनीनम् इति किमपि भिन्नतया महोदयेन न उक्तवान्. तत्र केवलं सार्वजनीनम् इत्युक्ते यद् वयं जानीमः इत्युक्ते तत्र लोकसिद्धता यस्य अस्ति इति इत्यर्थे एव उक्तवान्. सुष्ठु की दृश्यपदम् अस्ति, सुष्ठु निर्वहति किं भगिनि? क्षम्यताम्, एतस्मिन् परिच्छेदे सुष्ठु निर्वहति अन्तिमे अस्ति, दृष्टपदम् अस्ति सुष्ठुः. सुष्ठु सुष्ठु इति प्रायः क्रियाविशेषणमिति चिन्तयामि. सन्ध्या भगिनी जानाति वा? अव्ययपदं तदेव अव्ययपदं, सुष्ठु इत्युक्ते साधु सम्यक् रीत्या इति अहम् ऊहां करोमि. तदेव मम अवगमनम्. अस्तु, धन्यवादः. तर्हि अग्रे शुकोनमहोदय पठति वा? अहं पठामि भगिनि. कथम् उच्यते अभावानां हि प्रतियोगिना सह सहानवस्थानरूपविरोधः उद्देशग्रन्थे निरूपित एव. सहानवस्थानं च विरोधिनोः द्वयोः एकस्मिन् क्षणे अभवनम् यस्मिन् क्षणे घटः न तस्मिन् क्षणे तत् प्रागभावः, यस्मिन् क्षणे घटप्रागभावः न तस्मिन् क्षणे घटः. प्रकृते चेदृशे सहानवस्थाने अवधारिते आषाढक्षणे घटोत्पत्तिप्राक्षणे चक्रदण्डादिसमवधानक्षणे घटः नैतावता उत्पन्न इति तत्प्रागभावः प्रतियोगिनः असत्वात् वर्तते. अग्रिमे च घटोत्पत्तिक्षणे घटेन सहानवस्थानात् नास्ति. पूर्वस्मिन् परिच्छेदे अन्तिमवाक्ये दत्तमस्ति प्रागभवस्य कारणतायां सुष्ठुः निर्वहति. किमर्थं भाद्रपादक्षणे पुनः नूतनघटः अनुत्पन्नः इति व्यवहारार्थं प्रागभावस्य घटकारणतां प्रति वक्तव्यम् इति अस्ति. तत् कथम् इति अत्र उच्यते. एकनिमिषं भगिनि. क्षम्यतां, किञ्चित् ध्वनिः आगतम् अतः. अस्तु, इति अस्मिन् परिच्छेदे प्रागभावस्य घटकारणता निरूप्यते. तत्तु भाद्रपादक्षणे किमर्थं नूतन घटं, यद्यपि सर्वाणि कारणानि कार्यादिकरणे सन्ति तथापि भाद्रपादक्षणे किमर्थं नूतनघट उत्पादनं न अभवत् इति वादं स्वीकृत्य अत्र अस्मिन् परिच्छेदे प्रागभावस्य प्रागभावस्य घटकारणता निरूप्यति. तत्र वयं प्रतियोगिविषये पूर्वं पठितवन्तः. तत्र यस्य अभावः तत् तस्य प्रतियोगी इति चेत् अभावः अपि च अभावप्रतियोगी द्वयमपि एकस्मिन् समये एकस्मिन् स्थले यदा कदापि मिलित्वा न भवति. यदि तादृशं ययोः मध्ये तादृश समर्था अस्ति तयोः नाम भवति सः अवस्थानम् इति. ययोः मध्ये तादृशसमर्था नास्ति तयोः तौ सः अनवस्थानौ इति पदेन वदिष्यन्ति वदन्ति. सः अनवस्थानम् इत्युक्ते एकस्मिन् क्षणे तौ द्वौ अपि एकस्मिन् क्षणे एकस्मिन् स्थले तेषां सह अवस्थानं न भवति इति. किमर्थमित्युक्ते तयोः मध्ये विरोधः अस्ति इति कृत्वा. वयं जानीमः प्रतियोगी अपि च अभावः द्वयोः मध्ये विरोधः अस्ति इति वयं जानीमः. यस्मिन् क्षणे घटः न तस्मिन् क्षणे तत् प्रागभावः भवितुम् अर्हति. यस्मिन् क्षणे घटप्रागभावः अस्ति न तस्मिन् क्षणे घटः न भवितुम् अर्हति. अनयोः मध्ये विरोधः अस्ति इति कृत्वा. प्रकृते इत्युक्ते यस्मिन् प्रसङ्गे वयम् इदानीं चिन्तयन्तः स्मः च ईदृशी सः अनवस्थाने अवधारिते इत्युक्ते तत्र तत्सर्वं सप्तम्याम् अस्ति, सतिसप्तमी इति अहं चिन्तयामि. आषाढक्षणे घटोत्पत्तिप्राक्षणे, आषाढक्षणः एव घटोत्पत्तिप्राक्षणः, श्रावणक्षणे घटोत्पत्तिः भवति. तस्मात् पूर्वं यत् क्षणः अस्ति तत् आषाढक्षणः. आषाढक्षणे चक्रदण्डादि सम अवधानक्षणे घटः न एतावता उत्पन्नः इति तत् प्रागभावः प्रतियोगिनः असत्वात् वर्तते. आषाढक्षणे आषाढक्षणे प्रागभावः वर्तते. किमर्थम् इत्युक्ते तस्मिन् क्षणे घटोत्पत्तिः न अभवत्. यद्यपि तत्र कुलालः, चक्रं, दण्डः एतत् सर्वं एतादृशकारणानि सन्ति, तथापि प्रागभावः अस्ति इति कृत्वा तत्र तस्मिन् क्षणे घटोत्पत्तिः न अभवत्. अग्रिमे च घटोत्पत्तिक्षणे घटेन सहानवस्थानात् नास्ति नास्ति सहावानस्थानात् नास्ति नास्ति इति किम् इत्युक्ते प्रागभावः नास्ति, श्रावणक्षणे नास्ति. किमर्थं नास्ति इत्युक्ते श्रावणक्षणे घटोत्पत्तिः अभवत्, अपि च प्रागभावस्य घटप्रागभावस्य घटं प्रति सः न अवस्थानम् अस्ति इति कृत्वा तस्मिन् क्षणे प्रागभावः नास्ति इति वयम् अवगन्तुं शक्यते इति तावत्पर्यन्तम् अस्ति. धन्यवादः. एकः संशयः अस्ति तत्र असत्वात् इति कस्मिन् विषये वदति इत्युक्ते प्रागभावस्य विषये प्रागभावः तत्र असत्वात् वा घटः असत्वात् वा तस्मिन् प्रतियोगिनः असत्वात् इति अस्ति. प्रतियोगिनः इत्युक्ते घटमेव घटप्रागभावस्य प्रतियोगी घटमेव इति कृत्वा प्रतियोगिनः असत्वात् वर्तते इति. अपि च तत्र सहानवस्थानम् इत्युक्ते मिलित्वा न अवतिष्ठते इति महोदयेन उक्तं, यथा भवान् अपि उक्तवान् तदेव, इत्युक्ते समानस्थले समानक्षणे मिलित्वा न तिष्ठति इति. अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? तथा च चक्रादिघटकारणेषु आषाढक्षणे तत्र विद्यमानः घटप्रागभावे अपि अन्तर्भावनीयः. चक्रादीनि कारणानि प्रागभावश्च एतत् समुदाये एव घटसामग्री. सा च सामग्री आषाढक्षणे वर्तते इति श्रावणक्षणे घटोत्पादः. तदग्रिमे श्रावणक्षणे चक्रादीनां सत्त्वे अपि घटोत्पादेन नष्टः प्रागभावः इति यावत्कारणान्त अन्तर्गतः प्रागभावो न वर्तते. अतः न अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादप्रसङ्गः. संक्षेप्तश्च उत्पन्नस्य पुनर् उत्पत्तिवारणाय प्रागभावकारणता स्वीकारः आवश्यकः. अस्तु, घट उत्पन्नार्थं चक्रादि दण्डचक्रादि कारणानि आषाढक्षणे तत्र विद्यमानः भवन्ति, कार्यादिकरणे विद्यमानः भवन्ति. तत्र घटप्रागभावः अपि तत्र अन्तर्भूतः एव. इत्युक्ते यद्यपि पूर्वं दृष्टवन्तः घटप्रागभावः इति पदार्थः तत्र तस्य आनयनं न भवति, अत्र घटप्रागभावः अपि तस् अनेकेषु कारणेषु तदपि अन्तर्भूतः इति स्वीकरणीयम्. किमर्थम् इत्युक्ते चक्र इति अग्रे अस्ति, चक्रादीनि कारणानि प्रागभावश्च एतत् समुदाये एव घटसामग्री. घटसामग्री इति घटनिर्मातुं घटनिर्मातुं सामग्री ये सन्ति अस्तु, दण्डचक्रादि इति दण्डचक्रादि प्रागभावः अपि घटसामग्रीसमुदाये सन्ति. इत्युक्ते समुदाये इत्युक्ते अत्र अनेकेषु कारणेषु प्रागभावः अपि अस्ति इति स्वीकरणीयम् इति समुदाये अस्ति इति अनुमानं कर्तव्यं. स च सामग्री आषाढक्षणे. क्षम्यतां भगिनि एकक्षणं. तत्र चक्रादीनि कारणानि प्रागभावश्च एतत् समुदायः एव घटसामग्री इत्युक्ते चक्रादीनि कारणानि इति पूर्वमेव वयम् उक्तवन्तः खलु यत् सर्वम् आषाढक्षणे आसीत् इति वयं यद् उक्तवन्तः तद् अपि च प्रागभावः तत्सर्वं मिलित्वा एव घटसामग्री इति भवति इत्युक्ते यथा भवती उक्तवती एव प्रागभावः अपि तत्र घटकारणेषु एकम् इति आपतति. अस्तु भगिनि, मिलित्वा इति पदं मनसि न आगतं तस्मिन् समये. अस्तु, आम् सत्यम्. स च सामग्री आषाढक्षणे वर्तते इति श्रावणक्षणे घटोत्पादः. अस्तु, पूर्वस्मिन् क्षणे आषाढक्षणे उत्पादनार्थं सामग्र्यः सन्ति इति कृत्वा श्रावणक्षणे घटोत्पादनं भवति. तदग्रिमश्रावणक्षणे चक्रादीनां पक्वे अपि घटोत्पादनः नष्टः प्रागभावः इति. अस्तु, अग्रिमक्षणे श्रावणक्षणे अपि श्रावणक्षणे घटोत्पादनम् अभवत् अपि च अन्यसामग्री अपि तत्रैव सन्ति, कुलालः, चक्रं, दण्डः इत्यादि सर्वे सन्ति, किन्तु घटोत्पादनं न भवति, प्रागभावः नष्टः भवति इदानीं श्रावणक्षणे. कथं जानीमः श्रावणक्षणे प्रागभावस्य नष्टः भवति इति? इत्युक्ते अग्रिमक्षणे भाद्रपदक्षणे पुनरपि पुनः घट उत्पादनं न भवति, घटोत्पादनं पुनः न भवति इति तेन अनुमानं कुर्मः तत् प्रागभावः अपि कारणं पूर्वम् आसीत् किन्तु इदानीं नास्ति. किमर्थं चेत् प्रागभावः यदा पूर्वं दृष्टवन्तः प्रागभावः अपि च घटः द्वयोः मध्ये अनवस्थानौ इति कृत्वा प्रागभावः श्रावणक्षणे नष्टः, भाद्रपदक्षणे घटस्य पुनरपि घट उत्पादनं न भवति, यद्यपि अन्य मूत्रद्रव्याणां मूत्रद्रव्याणि ये कारणानि सन्ति घट उत्पादनं प्रति तत्सर्वम् सन्ति चेदपि. अस्तु, संक्षेपश्च उत्पन्नस्य पुनर् उत्पत्तिनिवारणाय प्रागभावकारणतः स्वीकारः आवश्यकः. आम्, संक्षेपेण वदामः चेत् भाद्रपदक्षणे पुनः घट उत्पादनं न भवति यद्यपि अन्यकारणानि तत्र सन्ति, तेन प्रागभावः इति कारणतः अपि स्वीकरणीयः, तत्र स्वीकरणतः आवश्यकः. सम्यक् भगिनि. तत्र घटः अपि च घटप्रागभावः इति सहानवस्थानौ इति कृत्वा तयोः मिलित्वा एकस्मिन् समये तेषाम् उपस्थितिः न भवति इति. तत्र यथा श्रावणक्षणे घटोत्पत्तिः भवति तस्मिन् क्षणे प्रागभावः नास्ति, तस्य अनन्तरक्षणे भाद्रपदक्षणे घटोत्पत्तिः पुनः न भवति इति कृत्वा तेन वयम् अनुमानं कर्तुं शक्नुमः यत् पूर्वक्षणे प्रागभावः यत् नासीत् तदपि कारणं प्रागभावः अपि कारणं प्रागभावः इदानीं श्रावणक्षणे नासीत् इति कृत्वा घटोत्पत्तिः पुनः न भवति इति. अग्रे सरला भगिनी पठति वा? अस्तु भगिनि. निर्णीते च प्राग्भावस्य कारणत्वे कपाले सम्बन्धोऽपि दैशिकविशेषणतारूपः अस्ति एव इति कार्यकारणयोः सामानाधिकरणम् अपि उत्पन्नं, तथा च प्राग्भावस्यापि कार्यमात्रं प्रति कारणत्वम् आयातम्. एतावता दिक्कालयोः ईश्वरसमेवेत् समवेतज्ञान इच्छाकृतीनां प्राग्भावस्य च कार्यमात्रं प्रति कारणत्वं सिद्धम्। अत्र दत्तमस्ति निर्णीते च प्राग्भावस्य कारणत्वे कपाले सम्बन्धो अपि दैशिकविशेषणतारूप। इदानीं वयं साधितवन्तः प्राग्भाव कपाल प्राग्भावकारणमस्ति घटनिर्माणं प्रति तस्य कारणता कपाले अस्ति। यदि कारणम् अस्ति तस्य सम्बन्धमपि साधयामः। सम्बन्धं भवति दैशिकविशेषणतारूप इति स्वरूपसम्बन्ध इति कार्यकारणयोः इति नियमः अस्ति। कार्यकारणयोः यदि कारणता अस्ति त कार्यकारणयोः तस्य समानाधिकरणं निर्माणं भवति। समानाधिकारण कपाल भवति कार्याधिकरणं तस्मिन् प्राग्भाव दैशिकविशेषणता वा स्वरूपसम्बन्धेन अस्ति। तथा च प्राग्भावस्य अपि कार्यमात्रं प्रति कारणत्वम् आयातम्। अतः प्राग्भाव अपि कार्यं प्रति कारणत्वं भवति। एतावताधिकालयो वयं दिक् काल ईश्वरसमवेत ज्ञान इच्छा कृति प्राग्भावस्य कार्यमात्रं प्रति कारणत्वं सिद्धम्। वयं साधारणकारणानि दृष्टवन्तः दिक् काल ईश्वर ज्ञान इच्छा कृति इदानीं प्राग्भाव अपि कार्यं प्रति कारणत्वम् इति वयं दृष्टवन्तः। यथा यदि प्राग्भावः नास्ति तस्मिन् पूर्वचने प्राग्भावः अस्ति। प्राग्भावः अस्ति घटनिर्माणं पूर्वचने यदि तस्य अन्तरं क्षणं यद् श्रावणचने घटोत्पत्ति भवति घटोत्पत्ति प्राग्भावस्य प्रतियोगी भवति प्राग्भावः नष्टः भवति। इदानीं प्राग्भावः यदि नष्टः भवति तस्य अग्निशने लक् भाद्रशने प्राग्भावस्य अभावकारणं घटोत्पत्ति पुनः निर्माणं भवति घटोत्पत्तिस्य। एतत् कारणं साधितवन्तः साधारणं कारणं क्रिया कार्यं प्रति सम्बन्धः अस्ति स्वरूपसम्बन्ध। हा तस्मिन् विषये किञ्चित् वदति वा दैशिकविशेषणता अहं श्रुतवती प्रयत्नं करोमि। दैशिकविशेषणता दिशि तस्य विशेषणता तस्य अहं न वक्तुं शक्नोमि भगिनि। हा चिन्ता नास्ति भगिनि। दिक् इति विशेषणं तर्हि तत्र दैशिक इति तत्र तस्यां दिशि विद्यमाना या विशेषणता इति दैशिकविशेषणता इति आगच्छति। इत्युक्ते तत्र रामः अपि च श्यामः एकस्मिन् देशे स्तः इति चेत् रामः अपि च श्यामः विशेष्यः इति रामः अपि विशेष्यः श्यामः अपि विशेष्यः तत्र रामनिष्ठविशेष्यतानिरूपितविशेषणता तस्यां दिशि दिशि वर्तते इति दैशिकविशेषणता इति भवति। तद्वत् श्यामस्य अपि इति दैशिकविशेषणतारूपः इति इत्युक्ते स्वरूपसम्बन्धविशेषः एव। परन्तु दिक् इत्यस्य दिक् इति विशेषणं तस्य विषये इति कृत्वा दैशिकविशेषणता इति महोदयेन उक्तम्। इत्युक्ते यस्मिन् घटः इति चिन्तयामः चेत् घटः कपालः इति प्रागभावः इति. इदानीं कपालः इति कार्याधिकरणम् इत्युक्ते यस्मिन् देशे इत्युक्ते कपाले घटः वर्तते तस्मिन्नेव देशे प्रागभावः अपि अस्ति. इत्युक्ते समानसमये नास्ति परन्तु तत्र समानदेशे अस्ति इति कृत्वा तत्र दैशिकविशेषणता इति सम्बन्धेन प्रागभावः अपि कपाले अस्ति इति वक्तुं शक्नुमः इति महोदयेन उक्तम्. चिन्तयामि प्रायः स्वरूपसम्बन्धविषयः अपि च कालिकसम्बन्धः देशिकविशेषणता इति सर्वम् अग्रे आयास्यति इति. तर्हि अग्रे सरेम. प्रश्नः अस्ति वा एतावत्पर्यन्तम्? अस्तु, सन्ध्या भगिनी अग्रे पठति वा? नन्वेवं कुलालस्यापि चेतनस्य घटकारणत्वं दृष्टान्तीकृत्य आत्मनिरूपणे ईश्वरः चेतनाः जगत्कारणमिति साधितः. सः इदानीं साधारणकारणगणनायां कुतो न परिगणित इति चेत् अस्मीश्वरः सप्तमः कार्यमात्रं प्रति साधारणकारणं, केचन धर्माधर्मयोरपि साधारणकारणत्वम् इच्छन्ति, प्रागभावस्य च साधारणकारणत्वं केचन नेच्छन्ति इति एषा दिक्. तत्तत्त्वं तु मुक्तावल्यादिग्रन्थेभ्यः अवगन्तव्यम्. तर्हि यथा घटस्य कारणेषु चेतनः कुलालः अपि अन्तर्भूतः अस्ति, हरि ओम् सन्ध्या भगिनी. श्रूयते वा भगिनि? श्रूयते वा? हा, इदानीं श्रूयते. हा, मध्ये किमपि तद् सम् रेकार्डिङ्ग् आगतम्. अस्तु, तर्हि यथा तत्र घटकारणत्वे कुलालस्यापि तत्र अङ्गीकारः अस्ति, तथैव ईश्वरः अपि तत्र चेतनः अस्ति, सः जगतः कारणं जगत्कारणम् इति साधारणकारणत्वम् ईश्वरस्य स्वीकृतं. तर्हि इदानीं साधारणकारण कारणेषु तत्र यद्वयं षट् इति दृष्टवन्तः, तेषु कथम् ईश्वरस्य परिगणना नास्ति इति प्रश्नः अस्ति. इत्युक्ते वयं साधारणकारणेषु अत्र केवलं तत्र दिक् अनन्तरं कालः ईश्वरस्य ज्ञानम् इच्छा कृतिः प्रागभावः इति षट् स्वीकृतवन्तः. तत्र ईश्वरः स्वयं किमर्थं नास्ति, यतोहि सर्वेषां तत्र जन्यमात्रं प्रति ईश्वरः साधारणकारणम् इति. तर्हि तथा अस्ति चेत् सप्तमम् अपि स्वीकर्तुं, सप्तमं कारणम् इत्यपि वयं स्वीकर्तुं शक्नुमः एकस्मिन् पक्षे इत्येव अर्थः किल? आम्, सत्यम्. इत्युक्ते किमर्थं तस्य परिगणनं न भवति इति प्रश्ने सति भवतु तस्यापि स्वीकार्यं भवतु. तथा अस्ति चेत् सप्त कारणानि सन्ति इति स्वीकर्तुं शक्नुमः. तर्हि तादृशमेव केचन धर्म अधर्म तयोः अपि साधारणकारणत्वं भवतु इति ते वदन्ति. अपि च तादृशमेव केचन प्रागभावस्यापि साधारणकारणत्वं न अङ्गीकुर्वन्ति. अतः षट् साधारणकारणानि, तेषु प्रागभावः अपि अस्ति इति एकः पक्षः, अन्यपक्षे प्रागभावः नास्ति, ईश्वरः अस्ति, कुत्रचित् धर्मः अधर्मः इत्यपि अस्ति इति तादृशम्. एतत् सर्वं मुक्तावल्याम् इतोपि किं विवृतरूपेण दत्तमस्ति इति वा? सत्यम्. धर्माधर्मय धर्मौ इत्येव तत्र अदृष्टम् इति महोदयेन उक्तम्. इत्युक्ते ईश्वरः अदृष्टम् इति अपि स्वयं तत्र साधारणकारणत्वेन तस्य अपि स्वीकार्यं भवति. तर्हि तथा अस्ति चेत् अदृष्टम् इति कृत्वा षट् अनन्तरम् ईश्वरः सप्तमं कारणम् अदृष्टम् इति अष्टमं कारणम् इति वा धर्माधर्मौ इति कृत्वा तत्र नवकारणानि इति वा कथमस्ति गणनम्? अष्टकारणम् इति एव मम अवगमनम्, इत्युक्ते अदृष्टम् इति मिलित्वा एव तत्र धर्माधर्मयोः मिलित्वा एव तेषां गणनं भवति इति मम अवगमनम् आसीत्. एकनिमिषं भगिनि, तत्र अन्तिमवाक्ये पूर्वस्मिन् वाक्ये प्रागः अस्य च साधारणकारणत्वं केचन न इच्छन्ति इति, तत् समीचीनम्. एषा दिक् किमर्थं तत्र दिक् पुनः तस्य इति अलम् इति, इत्युक्ते तत्र यत्र सूक्तिललन्तिका इति भागः अस्ति तत्र दिक् इति पदेन तस्य समापनं भवति इति. ओ अस्तु अस्तु भगिनि, अहं दिक् कालः इति अहं तत् तादृशरीत्या चिन्तितवती, अस्तु सम्यक् न इति तत्र अलम् इति एव पर्याप्तम् इति, इत्युक्ते तत्र चिन्तनं तत्र सुप्तिललन्तिका इति भागे यत् चिन्तनम् इदानीं प्रवर्तमानमस्ति तस्य समापनं भवतु. ओ अस्तु अस्तु, अग्रे शुकोन महोदय भवान् पठति वा? तथा च इमानि साधारणकारणानि, तद्भिन्नानि सर्वाणि असाधारणकारणानि, तानि तां तां व्यक्तिं जनयन्ति. यथा दण्डः घटं जनयति, गृहं जनयति, एवंविधानि कतिचिदेव अनुपदोक्तरीत्या कार्याणि उत्पादयति. अतः दण्डः तेषाम् असाधारणकारणं भवति. तथा च घटस्य कपालादयः, पटस्य तन्तुप्रभृतयः, अवयवीरूपस्य अवयवरूपं, क्रियायाः संयोगः प्रत्यक्षस्येन्द्रियं च असाधारणकारणं भवति. तदेतत् हृदि निधायोक्तम् असाधारणं कारणं करणम् इति. इदानीम् असाधारणं करणम् असाधारणं कारणं करणम् इति लक्षितं, ततः असाधारणम् इति दत्तम् इति कृत्वा साधारण कारणं किम् इति एतावत्पर्यन्तम् अस्माभिः दृष्टम्. अस्मिन् परिच्छेदे प्रकृतविषये पुनः आगतम् असाधारणं कारणं करणम् इति. तत्र साधारणकारणं तु दिक् कालः, ईश्वरस्य इच्छा, ज्ञानं, कृतिः, अपि च ईश्वरः अपि, अदृष्टम्, एतत् सर्वं साधारणकारणं कथम् इति वयं एतावत्पर्यन्तं दृष्टवन्तः. ते साधारणकारणानि, तद्भिन्नानि सर्वाणि असाधारणकारणानि इति स्वीकर्तव्यम्. तानि तां तां व्यक्तिं जनयति इत्युक्ते तत्र तेषां साधारणकारणत्वं, ते तु असाधारणकारणानि इति तु एकम्, अपि च तेषां कारणत्वं व्यक्तेः एव भवति इति. तां तां व्यक्तिं जनयन्ति, यथा दण्डः घटं जनयति, दण्डः गृहमपि जनयति, एवंविधानि कतिचिदेव अनुपदोक्तरीत्या कार्याणि उत्पादयति. उत्पादयति इति दण्डः, दण्डः घटं जनयति, गृहं जनयति इति, एताविधं बहूनि कार्याणि जनयन्ति किन्तु जनयति किन्तु सर्वाणि कार्याणि दण्डेन जायते इति न वक्तुं शक्यते इति कृत्वा तत्र अनुपदोक्तरीत्या इत्युक्ते प्रायः कतिचिदेव अनुपदोक्तरीत्या इति, यत् अत्र घटं गृहम् इति साक्षात् उक्तं, प्रायः अन्य कार्याणि अपि दण्डेन साधितुं शक्यते. तद् न उक्तम् अत्र परिगणितरूपेण न उक्तं, तथापि तदपि स्वीकृत्य तावदेव दण्डेन जनयितुं शक्यते इति कृत्वा तां प्रति दण्डः असाधारणकारणं भवति इति स्वीकर्तुं शक्यते. अतः दण्डः तेषाम् असाधारणकारणं भवति. तथा च एवमेव घटस्य कपालादयः, तत्र कपालः समवायिकारणम्, अपि च दण्डचक्रादयः असमवायिकारणं, संयोगः कपालद्वयोः मध्ये संयोगः असमवायिकारणम् इति आदिपदेन सूचितमस्ति. पटस्य तन्तुप्रभृतयः, तन्तु इति तन्तवः एव पटस्य समवायिकारणं, तादृशम् अस अवयवीरूपस्य अवयवरूपम्, अवयवीरूपस्य तन्तुप्रभृतयः, ततः पटः इति अवयवी, तन्तवः पटस्य अवयवाः भवन्ति इति तेषां कारणत्वं, समवायकारणत्वं, तेषु समवायिकारणत्वम् अस्ति इति क्रियायाः. एकक्षणं महोदय, अत्र अवयवीरूपस्य अवयवरूपम् इत्युक्ते किम्? ओहोहो, अवयवी, क्षम्यताम्, इदानीम् अत्र अवयवीरूपमिति गुणः इति स्वीकृतम्. अवयवीरूपस्य इत्युक्ते पटस्य रूपस्य अवयवरूपं, तन्तूनां रूपमेव पटस्य रूपं प्रति कारणं भवति इति कृत्वा असमवायिकारणं भवति. तत्र प्रथमविद असमवायिकारणं कार्येण न समवायिकारणमस्ति, किन्तु कीदृश असमवायिकारणं, प्रथमविधं वा द्वितीयविधं वा इति अहं चिन्तयन्नस्मि. द्वितीयविधं किमर्थं द्वितीयविधं? रूपं भवति तन्तोः समवायि, तदनन्तरं स्वसमवायि समवायेन जनयति. इत्युक्ते तत्र कारणेन सह एकस्मिन् अर्थे स्थित्वा कार्यं जनयति इति खलु? कार्यं च हा इति कृत्वा द्वितीयविध असमवायिकारणं भवति इति. पुनः क्रियायाः संयोगः प्रत्यक्षस्येन्द्रियं च असाधारणकारणं. प्रतिध्वनिः आगच्छति. संयोगं प्रति क्रिया कारणं भवति, अपि च तत्र प्रत्यक्ष इन्द्रियमपि असाधारणकारणं भवति. यदि कपालादिसमवायकारणं न पश्यामश्चेत् तत्र घटनिर्माणं न भवितुम् अर्हति इति कृत्वा. क्षम्यतां महोदय, तत्र तथा न, प्रत्यक्षस्य इन्द्रियम् इत्युक्ते प्रत्यक्षम् इति ज्ञानं, तस्य इन्द्रियम् असाधारणकारणं भवति इति, इत्युक्ते प्रत्येकं भिन्नभिन्न. ओहोहो, अस्तु अस्तु अस्तु. तत्र कपालः अस्ति इति ज्ञानं भवेत्, तद् ज्ञानम् इन्द्रियेण जायते इति कृत्वा इन्द्रियस्य असाधारणकारणत्वं भवति इति. अस्तु इति ये तदेतत् हृदि निधाय उक्तम्, एतत् सर्वं मनसि निधाय करणम् इत्यस्य लक्षणं एतादृशम् उक्तम्, असाधारणं कारणं करणम् इति कृत्वा तत्र दण्डः अपि च तन्तवः अपि च क्रिया अपि च इन्द्रियम् एतत् सर्वं करणम् इति भवति. सत्यं, तत्र केवलं विषयद्वयमस्ति इतोपि. तत्र वस्तुतः करणम् इत्यस्य लक्षणवाक्यम् आसीत् अस्ति व्यापारवत् असाधारणं कारणं करणम् इति. इत्युक्ते यत्किमपि असाधारणं कारणं करणं न भवति, यत् व्यापार यस्मिन् व्यापारत्वमपि अस्ति तद् तदेव करणं भवति इति महोदयेन उक्तम्। अपि च अत्र क्रियायाः संयोगः इति अस्ति, इत्युक्ते क्रिया भवान् तु सम्यकेव उक्तवान्, परन्तु अत्र मुद्रणदोषः अस्ति यत् क्रियायाः संयोगः इति क्रिया इति कार्यं संयोगः इति कारणम् इतिवत् अस्ति, परन्तु तत्र विपरीतं भवेत्, संयोगस्य कारणमस्ति क्रिया, न तु क्रियायाः कारणं संयोगः इति, अत्र प्रायः मुद्रणदोषम्। अस्तु, तर्हि प्रश्नः अस्ति वा, नो चेत् अद्य अत्र स्थगयितुं शक्यते। कलवम् अहं न अवगतवती। हा, इत्युक्ते असाधारणकारणम्, अपि च व्यापारः इति अपि अस्ति, व्यापारः इति पूर्वं वयं दृष्टवन्तः खलु, व्यापारसम्बन्धः इति, व्यापारः इत्युक्ते तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति वयं पूर्वं दृष्टवन्तः। यथा दण्डः खलु, दण्डः इति घटस्य कारणम्, अपि च दण्डेन चक्रभ्रमणं जायते यदपि घटस्य कारणम् इति कृत्वा तत्र तत्र दण्डः इति न चक्रभ्रमणं वस्तुतः व्यापारः भवति इति, इत्युक्ते यद् माध्यम् अस्ति, मध्ये यद् आगच्छति तद् व्यापारः इति। तर्हि व्यापारवत् असाधारणं कारणं करणम् इति तत्र करणस्य लक्षणवाक्यम् इति महोदयेन तावदेव। अस्तु अस्तु, धन्यवादः। अस्तु, धन्यवादः, शुभरात्रिः। धन्यवादः, शुभरात्रिः, धन्यवादः।